नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं। प्रवर्तमानः विषयः अस्ति प्रेरणार्थिनिचि विशेष हलन्तदातवः इति विषयः। तत्र उपदायां च इति सूत्रस्य विस्तृतचर्चा जाता गतवर्गे। उपदायां च इति काशिकाकारस्य व्याख्यानम् एवम् अस्ति, धातूनां यौ उपदाभूतौ रेपवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति इति। एतादृशः अर्थः साक्षात् सूत्रात् न लभ्यते, यतोहि उपदायांश इति सप्तम्यन्तं पदमस्ति। तत्र विभक्तिपरिणामं कृत्वा उपदायाम् इत्यस्य उपदयोः इति षष्टिद्विवचनरूपेण स्वीकृत्य अनन्तरं हलि इति हली च इत्यस्मात् हलि इति पदस्य हलः इति षष्ट्यन्तरूपेण हलः धातोः इति धातोः विशेषणरूपेण वयं स्वीकुर्मः अर्थावगमनार्थं। तत्र किमर्थम् एवं करणीयम् इति एतत् सर्वम् अस्माभिः गतवर्गे तत्र चर्चि अयं विषयः चर्चितः इति कृत्वा पुनः तस्मिन् विषये चिन्तनं न कुर्मः। तर्हि इतः अग्रे वयं गन्तुं शक्नुमः। इत्युक्ते सारांशः कः इति चेत् रुवोरुपदायाः दीर्घः इकः इति एकं सूत्रं, हली च इति एकं सूत्रम्, उपदायां च इति एकं सूत्रं। तत्र वयं पश्यामः चेत् प्रत्येकं सूत्रस्य एकं पृथक् कार्यक्षेत्रं वर्तते। रुवोर् उपदायाः दीर्घः इकः इत्यत्र इर् इति वयं स्वीकुर्मः चेत् रेपान्तधातुः रेपान्तपदम् इति अस्ति चेत् इरन्तं इरन्तं धातुः इरन्तं पदम् अस्ति चेत् तदानीं तत्र इकारस्य दीर्घादेशः, तदेव रोर् उपदायाः दीर्घः इत्यस्य कार्यम्। तदनन्तरम् इर् अनन्तरं यकारः, यकारः इति प्रत्ययः, इर् योगः यकारः इति यदा अस्ति तदानीं हलीच इत्यनेन इर् इति धातुः रेपान्तधातुः यकारः, तस्मात् हल्वर्णः परः, तदानीम् इर् इत्यस्य इकारस्य दीर्घादेशः, तदेव हलीच इत्यस्य कार्यम्। तदनन्तरम् उपदायां च इत्यत्र इर् यकारः, इर्य यकार उत्तरवर्ति अकारः केवलम् उच्चारणार्थम् अहं वदामि, परन्तु इर्य इति वयं हलन्त यकारान्तम् अस्ति चेत् तर्हि इर्य इति धातुः यदा अस्ति तदानीं हलन्तधातुः यकारः अन्ते वर्तते, उपदायां रेपः, तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् उपदायां शैतनेन दीर्घादेशः भवति। तर्हि तत्र पेटर्न् कथम् अस्ति इति वयम् अवगन्तुं शक्नुमः। प्रत्येकस्य कार्यार्थं स्पेसिफिक् निमित्तम् अस्ति, स्पेसिफिक् कार्यम् अस्ति। हली च इत्यत्र अपि एवमेव अस्ति, तत्र निमित्तं हलि इति सप्तम्यन्तं पदमस्ति, परनिमित्तम् अस्ति। उपदायां च इत्यत्र तादृशं नास्ति, परनिमित्तं किमपि न अपेक्षितं, धातौ एव सर्वं भवति, धातौ एव निमित्तं, धातौ एव कार्यम् इति तत्र अस्माभिः गतवर्गे चर्चितम्। हली च उपदायांश इत्यत्र कथम् एतादृशः अर्थः स्वीकृतः इति चेत् तत्र किम् इति चेत् लक्ष्य अनुरोधेन सूत्रस्य अर्थवर्णनं क्रियते। तत्र अर्थवर्णनं कृत्वा लक्ष्यं निर्णीयते इति नास्ति, यतोहि तत्र शब्दाः तु सन्ति, संस्कृतशब्दाः तु, संस्कृतपदानि तु सन्ति, तर्हि तादृशपदानां रूपसिद्ध्यर्थम् इदानीं सूत्राणि क्रियन्ते पाणिनिना। तर्हि तत्र सूत्रस्य अर्थः कथं निर्मीयते इति चेत् लक्ष्यानुरोधेन इति कृत्वा तत्र उपदायांश इति सूत्रस्य एवम् अर्थः अस्माभिः स्वीकृतः अस्ति। तर्हि इदानीं तत्र उपदायांश इत्यस्य उदाहरणम् इदानीं पश्यामः। तत्र किं स्मर्तव्यम् इति चेत् इर्य इति धातौ एव सर्वं भवति, इर्य इति यकारान्तम्, उपदायां रेपः, तस्मात् पूर्वम् इकारस्य दीर्घादेशः इति एव कार्यमस्ति उपदायांश इत्यस्य। तदर्थम् अत्र एकम् उदाहरणमस्ति कुर्द् इति, तद् पश्यामः। अत्र किम् उमा भगिनी आरब्धुमिच्छति वा उपदायांश? इत्यस्य अन्यत् उदाहरणम् इति अस्ति वा भगिनी? हलि च उपदायाञ्च धातुरुपदाय तदेव न अन्ते यद् सर्वं पठितं तत्र अन्ते उदाहरणमस्ति उपादायांश इत्यस्य अन्यत् उदाहरणम् इति आरभ्य न लक्ष्यानुरोधेन इति तावत्पर्यन्तं प्राप्तं खलु गतवर्गे तस्य अनन्तरं तस्मिन् निर्दिष्टे अपदान्ते उपधायां च ओके उपधायां च इत्यस्य अन्यत् उदाहरणं कुर्द् भादौ क्रीडति कृत्यति अर्थं कुर्द् उपदेश्य अजन्वासिक इत् सूत्रस्य इत् देन् कुर्द् उपदायश्रूयते कूर्द् कूर्द् योगः शप् योगः ते कूर्दते इति आगच्छति अत्र उदाहरणं दत्तं कुर्द् दातु उपदेशे अजनुनासिक इति सूत्रस्य तत्र कूर्द इति अस्ति कूर्द इति अकारः अवगतं ओके कूर्द इति अकारः उपदेशे अजनास्ति इति सूत्रस्य अकारः लोपः भवति तस्य लोपः सूत्रस्य देन् उपधायान्त सूत्रस्य कूर्द् बिकम्स् कूर्द् देन् कूर् योगः शप् बिकम् भालिगण शप् आत्मनेपदि तु के प्रत्ययः तु दत्तिकं कूर्द् कूर्दते इति सप्ते लोप लोपानन्तरं आकार एव अवशिष्यते तु कूर्दते इति आगच्छति तद् उपायं च इत्यस्य कार्यं किम् इति वदतु उपदायं चेत् इत्युक्ते कार्यं किं निमित्तं किं कार्यं किं कार्यम् इति कू बिकम्स् कू इति दीर्घं भवति रेखा रेखः परे अस्ति चेत् कूर्द् कूर्द् बिकम्स् कूर्द् न रेपः परे अस्ति इति न तत्र निमित्तं सम्यक्तया वदतु उपदायं च इत्यस्य निमित्तं किं किमपेक्षितम् न तत्तु कार्यमस्ति निमित्तं किम् यत्र कुत्रापि ह्रस्वः अस्ति चेत् दीर्घः भवति वा अत्र किमर्थम् अत्र अत्र निमित्तं हलन्तदातः हलन्तदातवः हलन्तदातु तदेव निमित्तं भवति कुर्द् हलन्तदातुः रेपः कुत्र भवेत् उकारस्य उकारस्य अन्ते बिफोर् दि उपदा उपदा उपदा भवति समीचीनम् हलन्तदातुः उपधायां रेपः तस्मात् पूर्वम् इक् वर्णः इति दीर्घादेशः भवति अतः कूर्द् बिकम् कूर्द् अस्तु समीचीनं तथैव तदेव उपधायां हलन्तदातु उपधायां उकारः अनन्तरं रेखा आगच्छति दट् कुर्द् बिकम्स् कूर् तदेव गुर्द् बिकम्स् गूर्द् समीचीनं सम्यक् अस्तु अस्तु धन्यवादः भगिनि नमस्कारः किम् अस्तु, समीचीनं. तर्हि इदानीम् अग्रे अस्माकं मूल उदाहरणं किम् आसीत् इति चेत् कृत् इति धातुः एव मूल उदाहरणमस्ति. तस्य विषये पुनः प्रत्यागच्छामः. तर्हि अरुणा भगिनी पठतु. आं भगिनि, प्रकृतविश् कृत् धातु पूर्वोक्तविषये चुरादिगणीय कृत् धातुः कृत् योगः खित् उपधायाब्ज इति सूत्रेण किरुक्त भवति पदायांश्च उरन्द्रपुरहकेन रेफापि आगच्छति. कित् योगः कीर्त उपधायां च इति सूत्रेण उपधा वन् रेफवकारान्त पूर्वम् उपधा इक्वर्णः गुणः भवति. कृत् अन्य उदाहरणमस्ति कृत् योगः निच्. अत्रापि निच् तद एव अव कीर्ति इति धातुः कीर्तियवश कीर्तयः इति अङ्गम्. कीर्तया यवति वा ते कीर्तयति कीर्तयति. भगिनि उपधायांश्च सूत्र किं जानामि भगिनि? उपधायाश्च इति सूत्रम् अग्रे अस्ति खलु, तदपि पठतु एकवारम्. ओके, उपधाया ्याश्च इति सप्तम अध्याये प्रथमपादे एकशताधिकं सूत्रं धातोः एकशताधिकम् एकं खलु एकशताधिको शतम्. ओके, धातोः उपधाभूतस्य ऋतः इत्यात् धातोः उपधायां स्थितस्य दीर्घरूकारस्य ह्रस्वः इकारो आदेशो भवति. उपधायाः षष्ट्यन्तं च आदेयं द्विपदमिदं सूत्रम्. ऋत इति धातोः इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः. अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रं धातोः अङ्गस्य उपधायाश्च ऋतः इति. ओके, सूत्रम् उपधायाश्च सूत्रं वद उपधायां ऋत् वर्णः अस्ति चेत् उपधायां कः वर्णः? दीर्घरुकारः अस्ति चेत् दीर्घरुकारस्थाने इकारो आदेशो भवति. निमित्तं किम्? उपधायाः अनुवचसूत्रं वदति धातोः अङ्गस्य उपधायाश्च ऋतः इति. अत्र निमित्तं कोऽपि नास्ति भगिनि, धातु एव धातु अङ्गस्य उपधाकार अस्ति चेत् एतादेशः भवति. निमित्तं यद्यपि निमित्तं न उक्तं परन्तु अङ्गाधिकारे अस्ति खलु, अतः प्रत्ययः अपेक्षितः, कश्चन प्रत्ययः अपेक्षितः. तत् न दत्तम्. अततः कृत् इति धातु उपधायाश्च इति सूत्रेण धातोः उपधायाभूतस्य रूकारस्थाने इकार आगच्छति. अतः खित् इति अस्ति. खित् युगः पुरन्द्रपरः इति सूत्रेण यत्र अकार आगच्छति तदनन्तरं रेफापि आगच्छति. कीर्त् इति रूपं कीर्त् योगः कीर्त् उपधायांश्च इति सूत्रेण इकारदीर्घः भवति. तदनन्तरं निमित्तं किम् उपादायांश इत्यस्य निमित्तं हलः परे हल्वर्णपरे भगिनि कस्य परे धातोः रेफा लकारात् अस्ति चेत् उपदायाम् एकवर्णः दीर्घः भवति न रेपः रेपः वकारः कुत्र भवेत् उपदायां भगिनि उपदायाम् एण्ड् उपदायाः अनन्तरं किं भवेत् हल्वर्णः भगिनि हा सम्यक् तर्हि रेपवकारयोः प्राक् इक् वर्णस्य दीर्घत्वं सम्यक् अधः कक्षा प्रत्ये आगच्छति कीर्तय इति यदि यक्षपत् आर् अस्ति गुणभगवत्वा कीर्त्य कीर्तय इति तिङ्गर्थे अभयपदे धातुः अस्ति अतः यद् प्रसमयपदे अस्ति चेत् कीर्तयति आत्मनेपदे अस्ति चेत् कीर्तयते इति रूपं सिद्ध्यति समीचीनं सम्यक् समीचीनं धन्यवादः भगिनि धन्यवादः भगिनि अस्तु तत्र इदानीं नूतनं सूत्रमस्ति उपादायाश्च इति अस्माभिः ऋत इद् धातोः इति सूत्रं पूर्वम् अधीतमासीत् दीर्घऋकारान्तधातुः अस्ति चेत् ऋत इद् धातोः इत्यनेन ह्रस्व इकारादेशः भवति इति यथा उक्तम् एवम् उपादायां दीर्घऋकारः वर्तते चेदपि ह्रस्व इकारादेशः भवति उपादायाश्च इति सूत्रेण अतः तत्र कृत् इत्यत्र उपादायां यः दीर्घऋकारः तस्य स्थाने ह्रस्व इकारादेशः अतः कित् इति भवति तत्पश्चात् उरण् रपरः इति कृत्वा यतोहि ऋकारस्य स्थाने जायमानः आदेशः अनादेशः रपरः भवति इति कृत्वा किर्त् इति रूपम् इदानीम् अस्माकं प्रकृतसूत्रमस्ति उपादायांश्च इति इदानीं किर्त् इत्यत्र हलन्तः अस्ति धातुः उपादायां रेपः तस्मात् प्राक् इक् वर्णस्य दीर्घत्वम् अतः कीर्त् कीर्तियोगः णिच् कीर्ति इति धातुः नूतनधातुः इदानीं तत्र सार्वधातुकप्रक्रियायां कीर्तियोगः तिङ् प्रत्ययः कर्तरि शप् इत्यनेन शपः विधानं कीर्तियोगः शप् योगः ति अथवा ते इदानीं सार्वधातुकार्धधातुकयोः इत्यनेन गुणः कीर्ते अयादेशः कीर्तय कीर्तयति कीर्तयते इति रूपद्वयं तत्र निजन्त निच्प्रत्ययः अस्ति इति कृत्वा उभयपदी निचश्च इत्यनेन परस्मैपदीरूपमपि भवति आत्मनेपदीरूपमपि भवति अतः कीर्तयति कीर्तयते इति रूपद्वयम् एकः प्रश्नः अस्ति भगिनी क्षम्यताम् कृत् कृत् कथं भवति कृत् तु दीर्घरिकार अस्ति तदनन्तरं त अस्ति त हलन्त तदनन्तरं कित् भवति परन्तु कित् उपधायाश्च आधारेण केवलं हरस्व भवति ऋकार हरस्व भवति प्रथमतः परन्तु हरस्व भवति तदनन्तरं ऋतः धातोः आधारेण कित् भवति इकार अस्ति न न ऋत धातोः इत्यस्य प्रसक्तिः नास्ति अत्र ऋत् इत्यत्र दीर्घऋकारस्य उपादायां यः दीर्घऋकारः तस्य स्थाने ह्रस्व इकारादेशः उपादायाश्च इति भवति ह्रस्व इकारः सदा रपरः भवति इति कृत्वा वस्तुतः एकस्मिन्नेव सोपाने किर्त् इति रूपं लभ्यते तत्र कित् इति आगच्छति तदनन्तरम् अत्र केवलम् अवगमनार्थम् एवं प्रदर्शितमस्ति परन्तु उपादायांश्च उपादायाश्च इत्यस्य कार्यं यदा भवति ह्रस्व इकारादेशः सः आदेशः सदा रपरः भवति अतः इर् इति आदेशः भवति अतः किर्त् इति साक्षात् रूपं लभ्यते किर्त् तर्हि इदानीं तु ऋत धातोः इत्यस्य प्रसङ्गः एव नास्ति यतोहि धातोः अन्ते दीर्घऋकारः नास्ति ऋत धातोः यथा ह्रस्वकार भवति अत्र प्रसङ्गः नास्ति उपधायाश्च अन्तर्गत अन्तर्गत कार्य भवति तर्हि उरण्रपरः तु आगच्छति उरण्रपरः यदि उरण्रपरः आगच्छति तदनन्तरम् उपधायामचः उपधायामचः अस्ति उपधायामचः आधारेण दीर्घत्वं भवति यथा उपधायां च अन्तर्गत स्पष्टतया विहितः दीर्घत्वं भवति यदि अन्यथा दीर्घत्वं कथं भवति उपधायाः दीर्घत्वं भवति आम् उपधायां च इतिनेनैव दीर्घत्वम् अन्यथा न भवति अन्यथा न भवति तर्हि उपधायाश्च अपि च उपधायां च महत्त्वं तु अस्ति द्वयोः कार्यक्षेत्रं द्वयोः कार्यक्षेत्रं भिन्नं भिन्नकार्यक्षेत्रं भिन्नं सूत्रद्वयं भिन्नं भिन्नमेव कार्यमपि भिन्नमेव अस्तु तर्हि भवानेव अग्रे पठतु रुहितधातोः उपधायाश्च इति सूत्रयोः ऋत् नास्ति ऋत् अत्र तर्हि अत्र दीर्घ अस्ति रीत् रीत् रीत् रीत् तपर् अस्ति रीत् इत् धातोः इत् धातोः केवलं विभाजनं कुर्मः उपधायाश्च इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमश्च भिन्नः इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमश्च भिन्नः तस्य कारणं किमिति वक्तव्यम् प्रथमतया तु अनुवृत्तिसहितसूत्र अन्वयकः यदि वयं उपरि पश्यामः धातोः अङ्गस्य उपधायाश्च ऋतः इत् तर्हि उपधायाश्च अतः उपधायाश्च इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमः भिन्नः तस्य कारणं किमिति वक्तव्यम् अथ कारणं यदि ऋत् इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारदेश भवति अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् अतः धातोः अङ्गस्य उपधायाश्च ऋतः इत् अन्वयः अस्ति उपधायाश्च अन्तर्गत अत्र कारणमस्ति ऋत् इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारदेशः भवति ऋतः धातोः अनयोः कः सम्बन्धः ऋत धातोः इत्यत्र भवान् उक्तवान् एव ऋतु तु धातुः अस्ति परन्तु इत् ऋत् स्थाने ऋकारस्थाने ऋकारस्थाने इत् भवति ह्रस्वर्थात् ह्रस्व इकार भवति समीचीनं ऋदन्तस्य इति कथं लब्धम् ऋदन्तस्य तु यदि केवलं ऋत्न न वदामः तर्हि ऋदन्तविधि आधारेण यत्र यत्र ऋदन्त अस्ति रि अस्ति तत्र तत्र व्यवस्था अर्थात् ऋत् धातोः आधारेण व्यवधानं भवति समीचीनं ऋतधातोः इति अनयोः विशेषणविशेषभावः ऋतः इति धातोः विशेषणम् इति कृत्वा रुदन्तस्य धातोः इति अर्थः लभ्यते ऋ इति धातुः अथवा रुदन्तस्य रुदन्तस्य धातोः ऋधातु रुदन्तस्य धातोः रुदन्तविधि आधारेण रुदन्तस्य इति उच्यते तर्हि धातोः धातोविशेष ऋत् विशेषण अस्ति अस्ति वा न ऋत इति विशेषणम् अस्ति ऋतः इति विशेषणं धातोः इत्यस्य विशेषणम् एकप्रश्नः परन्तु किञ्चित् क्षणम् अत्र अहम् अपि पठितवान् अत्र तस्मिन् निर्दिष्टसम्बन्धे एक एक वाक्य अस्ति येन न येन न अव्यधानं तेन व्यवहिते अपि अतः व्यवधानं तु अस्ति न येन न अव्यवधानम् अत्र तु व्यवधानं कथं कथमस्ति व्यवधानम् अत्र तु कथं व्यवधानं नास्ति प्रत्ययात् साक्षात् पूर्वम् अस्ति खलु अत्र व्यवधानं नास्ति अत्र व्यवधानम् अस्ति अहं दृष्ट्वा किञ्चित् अन्य यत्र वयं पठितवान् रेफा व्यवधान आसीत् अत्र अन्य अत्र कोऽपि प्रश्नः नास्ति परन्तु केवलम् एक वदितुम् इच्छामि सूत्र अस्ति एकक्षण तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मिन् इति निर्दिष्टे पूर्वस्य परिभाषासूत्र अस्ति तर्हि सप्तमीविभक्तिद्वारा निर्दिष्ट कार्य कोऽपि कार्य सन्धिकार्य या अत्र दीर्घत्वं कार्य व्यवधानरहित पूर्ववर्णस्थाने भवति रवोः पूर्ववर्ण अस्ति या पूर्व शब्द अस्ति धातु अस्ति रवोः तर्हि हल् परि भवति उक्तवान् हलि हलीच इत्यत्र एव तत्र भवति हलीच इत्यत्र तादृशचिन्तनं भवति तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन साक्षात् कार्यं न सिद्ध्यति यतोहि हलि इत्यस्मात् साक्षात् पूर्वं कार्यं नास्ति यतोहि उपदायाम् इक्वर्णस्य दीर्घत्वं खलु अतः मध्ये रेपः व्यवधानरूपेण अस्ति तर्हि व्यवधानम् अस्ति चेदपि हलीच इत्यस्य कार्यं भवति यतोहि तत्र तादृशं न भवति चेत् सूत्रमेव व्यर्थं भवति इति कृत्वा तत्र येन न व्यवधानं व्यवहिते अपि इति तत्र तादृश उक्त्या द्वारा कार्यं वयं साधयामः अस्तु समीचीनम् इदानीं तत्र उपदायाश्च इत्यत्र इत्यस्य अपि च ऋत धातोः अनयोः भेदः कः पुनः वदतु ऋत इद्धातोः अनन्तरम् उपदायाश्च अनयोः भेदः उपधायाश्च शहन च उपधायाः च तर्हि उपधायाः भेदः कः तर्हि अहमेवं सम्यक् न जानामि परन्तु ऋत एतत् धातोः सम्यक् जानामि इकारस्य रि अर्थात् इकारस्थि परन्तु उपधा प्रश्न उदेति कस्य उपधा कस्य उपधा प्रथमतया भवेत् कस्य उपधा तु अत्र उपधा अस्ति एक हलन्त वर्ण अस्ति तस्य उपधा अस्ति, तस्य उपधायाः आधारेण ऋकार अस्ति, ऋकार आधारेण तु हरस्वीकार भवति। समीचीनं समीचीनं। तर्हि इदानीं तत्र धन्यवादः महोदय। इदानीं तत्र किञ्चित् सूर्यकुमारी भगिनी वदतु, उपादायाश्च इत्यत्र ऋतः अपि च उपादायाश्च अनयोः कः सम्बन्धः? प्रथमम् ऋत धातु इत्युक्ते रुदन्तधातुः अस्ति, उपादायाश्च इत्यत्र वदतु। उपादायाश्च इत्युक्ते ऋकारः उपादा अस्ति। अत्र अत्र अनुवृत्तिसहितसूत्रमस्ति, धातोः अङ्गस्य उपादायाश्च ऋतः इत्, तर्हि अङ्गस्य उपादायाश्च ऋतः अनयोः कः सम्बन्धः? अङ्गस्य उपादायाश्च अङ्गस्य उपादायाः तत्र अङ्गस्य उपादा अङ्गस्य विशेषणमस्ति, अङ्गस्य विशेष्यमस्ति, उपादा विशेषणमस्ति। अवयव अवयवीभावः अस्ति खलु? आमाम्। अङ्गम् इत्युक्ते उपदा इति अर्थः नास्ति खलु? विशेषणविशेषभावः इति चेत् अङ्गमेव उपदा इति नास्ति खलु? अङ्गस्य भागः अस्ति खलु उपदा? अतः विशेषणम् इति वक्तुं न शक्यते। विशेषणम् इति वदामः चेत् अनयोः अभेदः स्यात्, परन्तु अत्र अभेदः नास्ति इति कृत्वा अवयवः इति वदामः। अङ्गस्य उपादायाः इदानीम् उपादायाः ऋतः अनयोः कः सम्बन्धः? तत्र विशेषविशेषभावः अस्ति। तर्हि किं विशेष्यं? ऋतः विशेषम्, उपादायाः विशेषणम् इत्यपि वक्तुं शक्यते। हा, इत्यपि वक्तुं शक्यते। उपदा एव तत्र ऋतः अस्ति, उपदा ऋतः अस्ति। अस्तु अस्तु, समीचीनं। तर्हि इदानीं वयं पश्यामः चेत् पूर्वस्मिन् सूत्रे ऋतः इति धातोः विशेषणम् आसीत्, इदानीं तु तत्र उपदायाः ऋतः इति तत्र अत्र उपदायाः अपि च ऋतः इत्यनयोः विशेषणविशेषभावः इति अस्ति। इत्युक्ते यः कोऽपि दीर्घऋकारः इति नास्ति, परन्तु यः दीर्घऋकारः उपदाभूतः अस्ति, उपदाभूतः यः दीर्घऋकारः तादृशं भवेत् इति अत्र सूत्रार्थः। अतः अनयोः सूत्रयोः साक्षात् सम्यक्तया भेदः अवगम्यते। ऋतः इति पदेन सर्व सम्यक्तया अवगन्तुं शक्नुमः। ऋतः इति पदं केन सह अन्वितः इति वयं द्रष्टुं शक्नुमः। अस्तु, तर्हि भगिनी सूर्यकुमारी भगिनी भवती एव अत्र अग्रिमसूत्रद्वयं पठतु। ऋत धातोः उरण्ड्रपरः सूत्रद्वयं पठित्वा प्रतिपादयतु। ऋत धातोः उपादाया च इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमश्च भिन्नः, तस्य कारणं किम् इति वक्तव्यम्। ऋत धातोः रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति। अनुवृत्तिसहितसूत्रमस्ति ऋतः धातोः अङ्गस्य इत्। सूत्रं वदति ऋत इत् धातोः इति सूत्रेण रुदान्तस्य धातोः अङ्गस्य रुस्थाने इत् आदेशः भवति इति। तदनन्तरम् उरण्ड्रपरः ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् तदा रपरः भवति। ऋकारेण त्रिंशत् प्रकारकऋकारः भवति इति बोध्यम्। रः परे यस्य सः रपरः उः षष्ठन्तम् अन् प्रथमान्तं रपरः प्रथमान्तं त्रिपदमिदं सूत्रं स्थानेन्तरतम इत्यस्य स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तसहितसूत्रम् उः स्थाने अन् रपरः उरन् रपरः सूत्रार्थः उः स्थाने अन् आदेशः भवति तत् अन् सर्वदा रापरः रापरः वरन् रपरः प्रथमम् अन् आदेशः भवति तत् अन् सर्वदा रापरः भवति इति रपरः रापरः रपरः रपरः रेपपरः रपरः इति रपरः इति पदं पदं तस्य सम्बन्धः केन सह अन् सह अनयोः कीदृशभावः तत्रापि अवयव अवयविभावः भवति वा भगिनि अन् इति अन् इत्यस्य भागः रेपः वा न न न अन्भावरेपः न रपरः कः रापरः रेफपरः अन्न तत्र विशेषणविशेषभावः भवति कीदृश अन्न इति इत्युक्ते रेफपरः अन्न उत्तमम् उत्तमं रपरः इति विशेषणमस्ति अण् इत्यस्य इत्युक्ते तादृश अण् यस्य अनन्तरं रेपः वर्तते यथा तत्र हल्परौ इति उक्तं खलु किम् उपधाभूतौ रेपवकारौ हल्परौ हल्परौ इति रेपवकारयोः विशेषणम् इति यथा उक्तं तथैव अत्र रपरः इत्यनेन परः इति शब्देन रपरः इति विशेषणमस्ति अण् इत्यस्य अस्तु समीचीनं धन्यवादः इदानीम् अनयोः सूत्रयोः अर्थः स्पष्टः इति मन्ये ऋतयधातोः अनन्तरम् उपधायाश्च इति सूत्रयोः अस्तु कोऽपि प्रश्नः वा नो चेत् अग्रे गच्छामः तत्र किं सरस्वती भगिनी अग्रे पठति वा आगमाः आं भगिनि श्रूयते वा आं श्रूयते आं श्रूयते आगमाः रथ जभ धातु रथ हिंसा संराधयोः दिवादिगणे अस्ति लटी तस्य रूपः भवति रध्यति अर्थः अस्ति टु हर्ट् टु सब्ड्यू टु बिकम् सब्जेक्ट् टु एनी वन् टु डै टु बि कम्प्लीटेड् कासेटिव् निजन्तरूप निजन्त अर्थः अस्ति टु हर्ट् टु अप्रेस् टु ड्रेस् एवमेव जभी गात्रविनामे भादिगणस्य धातुः अस्ति लटि जभति भवति अथवा जभते अर्थः अस्ति टु कोपुलेट् टु ह्योन् कासिटिव् निजन्तरूप अस्ति जम्भयति तर्हि उपदेशे अयं मूलधातुः जभि इति ईकारः अनुबन्धः न तु इकारः अतः इदितोनुं धातोः इत्यनेन नुम् आगमो न भवति परन्तु विशिष्टसूत्रमस्ति येन रभ जब अनयोः धातवोः नुमागमो विहितः एतावत् वदामि वा भगिनी आमां कृपया आमां कृपया तर्हि मूलधातुः अस्ति रथ औपदेशिकधातुः रथ हिंसा संराधयोः दिवादिगणस्य धातुः अस्ति एवमेव जभी गात्रविनामे भादिगणस्य धातुः अस्ति तर्हि अत्र जभी धातु ईकारः अस्ति न तु इकार न तु ह्रस्व अतः इदितोनुं धातोः तस्य अनेन सूत्रेण कार्यं न भवति यत्र तत्र तु इद् इथ् अस्ति केवलं ह्रस्व इकारस्य एव एवं तत्र कार्यक्षेत्रमस्ति, अतः नुम् आगमः न भवति, परन्तु रध धातु तथा जभ धातु धातोः नुम् आगमः विशिष्टसूत्रेण भवति. तदस्ति रधि जभोरचि, रध जब अनयोः धातोः नुम् आगमो भवति अजादिप्रत्यये परे. अङ्गस्य इत्यनेन अङ्गकार्यम् इदम्, अतः अचि इत्युक्तो अजादिप्रत्यये परे, रधिश्च जभ च तयोर् इतरेतरयोगद्वन्द्व द्वन्द्वः रधिजभौ तयोः रधिजभोः. रधिजभोः षष्ट्यन्तम्, अचि सप्तम्यन्तम्. द्विपदमिदं सूत्रम्. इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः वचनपरिणामं कृत्वा धातोः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति रधि जभोः धातोः अङ्गयोः नुम् अचि. तर्हि नूतनसूत्रमस्ति, यतोहि इदितो नुम् धातोः कार्यं न भवति रध तथा जभि कृते, अतः तयोः कृते विशिष्टसूत्रमस्ति रधि जभोरचि. तर्हि रधि जभोः अचि एवं भवति तस्य विग्रह. तर्हि रध जभ अनयोः धातोः नुमागमः अनेन सूत्रेण भवति. निमित्तमस्ति अजादिप्रत्यये परे, तर्हि अचि अस्ति तत्र सूत्रे एव. तर्हि अचि इत्युक्ते सप्तमी, तर्हि अच् यदि प्रत्यये परे अस्ति तर्हि तदा एव अनेन सूत्रेण कार्यं भवति. अङ्गस्य इत्युक्ते अनेन अङ्गकार्यम् अस्ति तदा एव भवति, अतः अचि अजादिप्रत्यये अस्ति. अजदि प्रत्ययम् एव भवेत्, प्रत्ययः एव भवेत्. रधिश्च जप च द्वन्द्वसमासः भूत्वा रधिजभोः भवति. तदनन्तरं रधिजभोः अचि, अतः तत्र सन्धिकार्यं भूत्वा रधिजभोरचि एवं भवति. रधिजभोः षष्ट्यन्तम्, अचि सप्तम्यन्तं. द्विपदं सूत्रम्. इदितो नुम् धातोः अनेन सूत्रेण नुम् तस्य अनुवृत्तिः अस्ति, पुनः धातोः इत्यनयोः अनुवृत्तिः अस्ति, अतः तत्र वचनपरिणामं भवति. यतोहि अत्र द्विवचनमस्ति, रध तथा जव धातु धातोः स्वीकृत्य अत्र भवति धात्वोः. अङ्गस्य अपि अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रं भवति रधि जवोः धात्वोः अङ्गयोः नुम् अचि. तर्हि अनेन सूत्रेण नुमागमः भवति रध तथा जभि धात्वोः कृते. नुमागमः कुत्र भवति? नुमागमः अङ्गस्य भवति न? तर्हि नुमागमः तु मिदचोन्त्यात् परः, अतः अनेन सूत्रेण मित् अस्ति, अतः अनेन सूत्रेण एव कार्यं भवति न? आं, मिदचोन्त्यात् परः कुत्र भवति? उपधायाम् इव अन्तिम अल् पूर्वम्, अन्तिम अलात् पूर्वम्. प्रतिध्वनिः प्रतिध्वनिः अन्त्यात् आच महोदय म्यूट् मध्ये म्यूट् वा भवेत् कृपया. न न, अत्र सरस्वती भगिन्याः लैन् मध्ये एव ध्वनिः आगच्छति. तर्हि तत्र मिदजोन्त्यात् परः इत्यनेन अन्तिम अच्वर्णात् परः, अतः रद् इत्यत्र अकारः, रेप उत्तरवर्तीयः अकारः, तस्य अनन्तरं नुमागमः रन्द् एवं जन्ब् इति समीचीनं. आम् आं भगिनि, न तु अन्तिम अल् अन्तिम अच्वर्णात् परं. सम्यक् भगिनि, यदि जबि धातु ह्रस्व इकारः आसीत् चेत् तदा इदितो नुम् भवति किल? इदा नूतनसूत्रम् आवश्यकं नास्ति. आम् आम्, इक्ष्टिपौ तत्तु न जबि इति धातौ ह्रस्व इकारान्तधातुः भवेत् इति वदति वा इति तु नुम् इति यदि इकारः इत् अस्ति अपि इति तु नुम् भवति इदानीम् अत्र नूतनसूत्रम् अवश्यं नास्ति अस्तु सम्यक् अस्ति प्रश्नः उत्तरं किम् इति कोऽपि वदतु इत्युक्ते भगिनी पृच्छति अत्र जबि इति धातुः एव मास्तु जबि इति ह्रस्व इकारान्तधातुः भवतु ह्रस्व इकारः अनुनासिकः इति कृत्वा तत्र जब् इति धातुः लभ्यते इदानीम् इदित् अस्ति इति कृत्वा नुमागमः भवतु इति भगिन्याः प्रश्नः तादृशचिन्तनं समीचीनं वा एवम् अस्ति चेत् रदि जबो रचि इत्यत्र जबि इति पदस्य आवश्यकता नास्ति जब् इति पदस्य आवश्यकता नास्ति तत्र केवलं रदि इत्यस्य कृते सूत्रं पर्याप्तम् इति भगिन्याः प्रश्नः तर्हि तादृशचिन्तनं सम्यक् वा अन्यत्र रध्यति रध्यतः रध्यन्ति इति अस्ति खलु इदितो नुन्दातोः इत्यत्र निमित्तम् अस्ति वा निमित्तं नास्ति सर्वत्र भवति खलु सर्वत्र भवति खलु अत्र सर्वत्र नुमागमः न अपेक्षितः केवलम् अजादिप्रत्ययः परः अस्ति चेत् नुमागमः अस्तु धन्यवादः समीचीनं तर्हि इदानीं भवती अग्रे पठतु रद् रद् हेतुमति च रद् योगः निच् योजनेन रदिजबोर् अचि रन्द् योगः इ नश्च पदान्तश्च जलि इत्यनेन अनुस्वारादेशः रन्द् योगः इ अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णं रन्द् योगः इ नकारः पुनरपि आगच्छति रन्धि इति निजन्तधातुः रन्धयति तत्र रद् इति धातु हेतुमति च इति सूत्रेण निच् आगम आगच्छति तत्र रद् योगः निच् तत्र इ भवति रदिजबोर् अचि तत्र इ एव अवशिष्यते तत्र चकारः लोपः चुटु इति सूत्रेण नकारः लोपः तत्र इ एव अवशिष्यते रद् योगः इ तत्र तस्मिन् समये इकारः अच्वर्णः अस्ति तस्मात् रदिजबोर् अचि इति सूत्रेण नुमागमः भवति नुमागमः मिदचोरन्त्यात् परः नुम् भवति रेपः अकारः तकारः भवति तत्र अकारस्य अनन्तरं नुमागमः भवति रन्द् योगः इ तदनन्तरं नश्च पदान्तस्य जलि इत्यनेन अनुस्वारादेशः भवति जल् वर्णः धकारः अस्ति तस्मात् तस्य अनुस्वा नकारस्य अनुस्वारः आदेशः भवति सो रन्द् योगः इ भवति तदनन्तरम् अनुस्वारस्य ययि परसवर्णः ययि तत्र दकारः अस्ति तस्य परसवर्णः अन्तिम धकारस्य नकारस्य एव अनुस्वारवर्णः अस्ति तस्मात् तत्र नकारः पुनरपि आगच्छति रन्द् योगः इ सो रन्धि इति निजन्तधातुः तदनन्तरं शप् आगच्छति रन्धि योगः शप् रन्धयति इति भवति अन्तिमरूपम् सम्यक् सम्यक् समीचीनं भगिनि धन्यवादः सम्यक् समीचीनं तर्हि इदानीं किं शोभा भगिनी अग्रे अग्रिम उदाहरणं स्वीकरोति वा आं भगिनि अग्रिमं जब् इति धातुः जब् इति धातोः प्रथमं हेतुमति च इत्यनेन निच् प्रत्ययः विहितः भवति जब् योगः णिच् इदानीं रदिजभो रचि इति सूत्रेण यतोहि तत्र जब् इति धातुः रदिजभो रचि इति सूत्रं वदति रद् जब् जब् इति अनयोः धातोः नुम् आगमः भवति अजादिप्रत्ययपरे इति परं अच् आदि प्रत्ययः अस्ति ईकारः अस्ति अतः तेन तत्र नुमागमः भवति जन् नकारस्य नुम् इति नकारः एव तिष्ठते, जम्भ् जम्भ् इति भवति, जम्भ् योगः इ नश्चापदान्तस्य इदानीं तत्र नश्चापदान्तस्य झलि इति सूत्रस्य प्रसक्तिः भवति, नः च अपदान्तस्य झलि परे इति, तत्र नकारः अपदान्ते अस्ति अपि च झलि परे तत्र भकारः झल् वर्णः, अतः तस्य नकारस्य अनुस्वार आदेशः भवति, जम्भ् इति भवति, जम्भ् योगः इ. इदानीं तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य प्रसक्तिः, अनुस्वारात् परं यै वर्णः भवेत्, भा इति यै प्रत्याहारस्थवर्णः, अतः तस्य भ किं तत्र भवर्णस्य पर तत्र परसवर्णः इति उक्तम्, परवर्णः भकारः, तस्य सवर्णः भवेत् तत्र, अतः पवर्गीय वर्णः इत्यनेन मकारादेशः भवति अनुस्वारस्य स्थाने, जम्भ् इति भवति, जम्भ् योगः इ जम्भि इति निजन्तधातुः, जम्भयति इति लटीरूपं भवति. सम्यक् सम्यक्. तर्हि नश्चापदान्तस्य जले अनुस्वारस्य ययि परसवर्णः, केवलं प्रथमवाक्यद्वयम् अनुवृत्तिसहितसूत्रम् एकवारं पठतु. हा, नश्चापदान्तस्य झलि इति अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे, अपि च अनुवृत्तिसहितसूत्रं वदति अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् इति. वदनीयं वा तत्र भगिनि? न, परीक्षितमस्ति. अग्रे अग्रे अनुस्वारस्य परसवर्णः. हा, अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे, परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः, अनुस्वारस्य षष्ठ्यन्तं ययिसहितसूत्रं केवलम् अनुवृत्तिसहितम्. अस्तु अस्तु, अनुवृत्तिसहितसूत्रं वदति अनुस्वारस्य ययि परसवर्णः संहितायाम् इति. अनुस्वारस्य ययि परसवर्णः इति सूत्रं वदति अनुस्वारस्य स्थाने परसवर्णादेशो भवति यदि ययि प्रत्याहारस्थवर्णः परे भवति चेत्, परसवर्णः इति. अनुवृत्तिसहितसूत्रं वदति अनुस्वारस्य ययि सप्तमी परसवर्णः संहितायाम् इति, संहितायाम् इत्यस्य अधिकारे अस्ति, ययि प्रत्याहारस् ते परे स्थिते परसवर्णः आदेशः भवति इति अनुस्वारस्य स्थाने. सम्यक्, समीचीनं. सूत्रद्वयमपि अस्माकं परिचितमस्ति. अत्र तु सारांशः कः इति चेत् रदीजबोरचि इति सूत्रम् अत्र विशिष्टसूत्रमस्ति. अजादिप्रत्यये परे अनयोः धातोः नुमागमः भवति. अजादि इति तु निष्प्रत्ययः अजादिः वर्तते इति कृत्वा अत्र अस्य कार्यम्. अन्यत्र कुत्र कार्यं भवितुमर्हति अजादिप्रत्ययः? अन्यत्र इत्युक्ते तत्र अन्यः अजादिप्रत्ययः. अस्तु, अन्यः अजादिप्रत्ययः योरनाकौ इति, अना इति भवति खलु तत्र भगिनि, लुट् इत्यस्य, हा, लुट् इत्यस्य अना इति भवति, तत्र भवितुमर्हति. अन्ये सन्ति किम् इदानीम्? अनियर्, अनियर्, हा, अनियर् अस्ति. अपि च तत्र घै इति अपि भवति खलु, घै, हा, घै इत्यपि अजादिप्रत्ययः, अजादिप्रत्ययः भवति. हा, इत्युक्ते तत्र सर्वत्र अस्य सूत्रस्य प्रसक्तिः भवति. समीचीनं, सम्यक्. धन्यवादः भगिनि. इदानीं धन्यवादः विजयलक्ष्मी. विजयलक्ष्मी भगिनि, एकक्षणं भगिनि, अत्र अन्ति इत्यत्र हृदयोग अन्ति इति प्रथमपुरुष बहुवचनप्रत्ययः अजातिप्रत्ययः अस्ति किन्तु अत्र नुमागमः न दृश्यते तत्र रन्धियोगः अन्ति इत्यत्र वा रद्धयोग अन्ति इत्यत्र रद् इति कस्मिन् गणे दिवातिगणे अस्ति तत्र विकरणप्रत्ययः अस्ति खलु मध्ये रद्य इति अस्ति रद्यन्ति अतः रद् इत्यस्य अनन्तरम् अजादिप्रत्ययः नास्ति तत्र मध्ये विकरणप्रत्ययः अस्ति वा सो अस्तु तर्हि धातुः साक्षात् अनन्तरं यद् इति अजादिप्रत्ययः अस्ति तर्हि अस्तु अस्तु विजयलक्ष्मी भगिनी अग्रे रब् धातुः भगिनी अत्र जभि इत्यत्र दीर्घ ईकारः अपि अस्ति ह्रस्व ईकारः अपि धातोः अस्ति अपि च जब् इति अपि अस्ति ह्रस्व ईकारः कुत्र अस्ति अष्टाध्यायी डाट् काम् मध्ये जभि इत्यपि अस्ति जब इति अस्ति ह्रस्व ईकारः जभि इति अस्ति जम्भ इति नष्ट करना टु किल् टु डिस्ट्राय् जभि इति अस्ति जभि दीर्घ इकारः ह्रस्व इकारः कुत्र अस्ति ह्रस्व इकारः मया न दृश्यते अष्टाध्यायी जभि इति नाशने इति दिवादिगणे धातुः इति वा दिवादिगणे नास्ति चुरादिगणे अस्ति चुरादिगणीयधातुः जबि जबि इति चुरादिगणीयधातुः तत्र इदितो नुम् धातुः कार्यं करोति अत्र उदाहरणे दीर्घ ईकारः इति दत्तमस्ति न तत्र रदीजबोरचि इत्यत्र इति सूत्रे जब् इत्यनेन अत्र जब् इत्यनेन तत्र जब् इत्यस्य तु इका अथवा स्थिपनिर्देशः नास्ति किमपि नास्ति रदि इत्यत्र इकानिर्देशः वर्तते जबि इत्यत्र तु दीर्घ ईकारः तद् भिन्नधातु तत्र चुरादिगणे किम् अस्ति अर्धनिश्चयस्यतु जबि भवति तत्र जम्भते जम्भेते जम्भन्ते इति कर्तरि लट्लकाररूपं चुरादिगणे जाभयति जाभयतः जाभयन्ति इति अस्ति जाभयति कुत्र अस्ति जाभयति जभ जभि नाशने इति धातुः खलु न न न न जभि दीर्घ ईकार जभि न न प्रथमतया इदानीं चुरादिगणे धातोः विषये प्रश्नः कः इति एकवारं वदतु तदनन्तरं दीर्घ ईकारं प्रति गच्छामः जभि इति दीर्घ ईकारः तस्य गात्रविनामे इति अर्थः दत्तमस्ति तस्य कर्तरि लट् रूपम् अस्ति जम्भते जम्भेते जम्भन्ते अत्र तु तस्य धातोः एव चर्चा कृतमस्ति खलु एतस्य चुरादिगणे रूपं तु चुरादिगणे नास्ति खलु चुरादिगणे नास्ति चुरादिगणे नास्ति एतस्य निजन्तरूपम् अस्ति जाभयति जाभयतः जाभयन्ति इति तत्र जब् धातोः णिच् प्रत्यये परे इत्युक्ते भवत्याः प्रश्नः किमर्थं जाबि इति जातम् इति वा यतोहि तत्र नुमागमः स्यात् खलु तत्र जम्बि जम्बयति इत्येव रूपं भवेत् तत्र अष्टाध्याय्यां यत्किमपि लिखितं सर्वम् उचितम् इति नास्ति खलु तत्र ये जाबयति इति रूपं कथं वा लभ्यते इति एकवारं द्रष्टव्यं धातोः धातुरूपाणां विषये तु अत्र सर्वं समीचीनम् अस्ति इति नास्ति अत्र नोट् अपि अस्ति अत्र. अयं धातुः इदित् नास्ति, रधिजभो रचि इत्यनेन अङ्गस्य नुमागमं कृत्वा परसवर्णं कृत्वा जम्भ इति इदित् धातुसदृशमेव रूपं विधीयते. अतः लट्लकारे जम्भते इति अस्ति. एतस्य निजन्तप्रयोगः जाभयति इति अस्ति. वयं तु इदानीम् अत्र जभी दीर्घ ईकारस्य एव चर्चा कुर्मः. सत्यं अत्र दोषाय अस्ति भगिनि. जाभयति इति रूपं कथं लभ्यते इति द्रष्टव्यं. तत्र समीचीनं नास्ति इति भाति. यतोहि निष्प्रत्ययः अजादिप्रत्ययः अस्ति, तत्र नुमागमः तु भवति एव. नुमागमस्य निषेधः कथं वा भवितुम् अस्ति? अस्तु तर्हि अत्र अचोन्यति तु प्रबाद्य इदं सूत्रं कार्यं करोति इति वक्तुं शक्यते वा? अचोन्यति इत्यस्य प्रसक्तिः एव नास्ति तत्र. अत उपादायाः इत्यस्य क्षम्यताम्. अत उपादायाः इति सूत्रं प्रबाद्य अत्र नुमागमः. परन्तु अत्र उदाहरणे जम्भी इति निजन्तधातुः, एतत्तु प्रायः ह्रस्व इकारः जभी इत्येव. न न इत्युक्ते भवती किं वदति? चुरादिगणीयधातोः कृते धातोः इति एव कार्यं करोति. जभीरदोर् अचि इत्यस्य कार्यं नास्ति इति मम भासते. आमां चुरादिगणीयधातोः विषये तु जभि इति इदित् धातुः अस्ति चेत् नुमागमः इदितो नुम् धातोः इत्यनेन एव भवति. परन्तु रधिजभोरचि इति दत्तमस्ति. कुत्र? अष्टाध्यायीतर्कमध्ये वा? न अस्माकं नोट्स् मध्ये. न अहं न अवगच्छामि भवत्याः प्रश्नः कः इति न अवगच्छामि. इदानीम् अहं यत्किञ्चित् वदामि. तत्र धातुद्वयं वर्तते खलु. एकं तु दीर्घ ईकारान्तधातुः जभी इति धातुः. इदित् नास्ति, इदित् नास्ति इति कृत्वा इदितोनुं धातोः इत्यस्य कार्यं नास्ति. तत्र साक्षात् अजादिप्रत्ययः निच् प्रत्ययः अजादिः वर्तते इति कृत्वा रदीजभो रचि इत्यनेन नुमागमः भवति. अतः जम्बयति जम्बयते इति रूपं लभ्यते. इदानीं चुरादिगणीयधातुः जबी इति ह्रस्व इकारान्तधातुः इदिद्धातुः. इदिद्धातुः अस्ति इति कृत्वा इदितोनुं धातोः इत्यनेनैव नुमागमः. यतोहि तत्र प्रत्ययस्य अपेक्षा नास्ति, अनैमित्तिकमस्ति. इदितोनुं धातोः इति प्राकृतिककार्यम्. अतः जभि इति धातु समानं परन्तु सूत्रस्य भेदः अस्ति. अस्तु, रूपं समानं परन्तु सूत्रभेदः अस्ति. धातोः अर्थः अपि भिन्नः. हा, तत्तु सत्यं. धातोः अर्थः अपि भिन्नः, भेदः सर्वमस्ति इति कृत्वा समानमिति नास्ति. अस्तु, रभ धातुः रभ राभस्ये भुआदिगणे लटि रभते. आ उपसर्गपूर्वकः आरभ आरभते, अर्थः आरम्भं करोति. टु बिगिन् टु क्लास् टु लाङ्ग् फार् टु आक्ट् राश्लि. रभेरशब्लितोः रभ धातोः नुमागमो भवति अजादिप्रत्यये परे, किन्तु शप् लिट् परश्चेत् न भवति. शप् च लिट् च शब्लिटौ, न शब्लिटौ अशब्लिटौ, तयोः अशब्लिट लिटोः द्वन्द्वगर्भो नै तत्पुरुषः. रभेः षष्ट्यन्तम् अशब्लिटोः सप्तम्यन्तं द्विपदमिदं सूत्रम्. इदितोनुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः. रधिजभोर् अचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं रभेः धातोः अङ्गस्य नुम् अचि अशब् लिटोः. अत्र रब् धातोः विषये चर्चा अस्ति. रभ भ्वादिगणस्य धातु अस्ति, सर्वदा आ उपसर्गपूर्वकः भवति, न लटि तु रभते इति अस्ति, आ उपसर्गपूर्वकः आरभ आरभते इति रूपम् आरम्भं करोति, टु बिगिन् इति अर्थे अस्ति. अत्र सूत्रं वदति रभेर् अशप् लिटोः, इत्युक्ते रभ धातोः नुमागमः भवति अजादिप्रत्यये परे, परन्तु कदा भवति? शप् अपि च लिट् परः चेत् न भवति. अतः शप् च लिट् च शप् लिटौ द्वन्द्वसमासः. शब् लिटौ नञ् तत्पुरुषः कृत्वा अशब् लिटौ इति भवति. अशब् लिटौ तयोः इति षष्ट्यन्तरूपम् अशब् लिटोः इति भवति. रभेः इति षष्ट्यन्तम्, अशब् लिटौ सप्तम्यन्तम् अस्तु, सप्तम्यन्तम्. सो शप् अपि च लिट् परे भवति चेत् रभ् धातोः नुमागमः न भवति इति सूत्रं वदति. इदितो नुम् धातोः इत्यस्मात् नुम् अपि च धातोः इत्यनयोः अनुवृत्तिः, रधि जभोर् अचि इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः, अनुवृत्तिसहितसूत्रं रभेः धातोः अङ्गस्य नुम् अचि अशप् लिटोः. सो अचि परे भवति चेत् रभ धातोः नुमागमः भवति, केवलं शप् अपि च लिट् परे भवति चेत् न भवति इति सूत्रार्थः. तर्हि अत्र कुत्र नुमागमः न भवति इति अत्र उक्तं. पूर्वस्मिन् सूत्रे रदि जबो रचि इत्यनेन नुमागमः अजादिप्रत्यये परे भवति इति उक्तं, परन्तु इदानीम् अजादिप्रत्ययः अस्ति चेत् सर्वत्र भवति इति अर्थः नास्ति, परन्तु कुत्रचित् न भवति. कुत्र न भवति इति चेत् शप्रत्ययः अथवा अजादि लिट् प्रत्ययः अस्ति चेत् न भवति. अजादि लिट् प्रत्ययः अस्ति चेत् न भवति. अजादि शप्रत्ययः, शप्रत्ययः तु अजादिः एव, अजादि शप्रत्ययः अस्ति चेत् न भवति, अन्यत्र भवति. तर्हि इदानीं धन्यवादः भगिनी. इदानीं तत्र किं लक्ष्मी भगिनी वदतु, अशब् लिटोः इत्यत्र कीदृशप्रतिषेधः? वदामि भगिनि, अत्र अशब् लिटोः इत्यत्र पर्युदासः भवति इति चिन्तयामि, यतोहि शप् विहाय अन्यप्रत्ययः सदृशार्थे अस्ति इति कारणेन तत्र भवति. शप् विहाय अन्यः प्रत्ययः परे अस्ति चेत् तत्र रभ् धातोः नुमागमः भवति अजादिप्रत्यये परे, अपि च लिट् विहाय अन्येषु लकारेषु च रभ् धातोः नुमागमः भवति इति कारणेन पर्युदासः इति अर्थः स्वीक्रियते इति चिन्तयामि. सम्यक्, अत्र समीचीनमस्ति चिन्तनं, परन्तु अत्र एकः एव प्रश्नः, अत्र केवलं प्रत्ययः इति स्वीकृत्य तत्र एव स्थगनं कुर्मः वा? नो चेत् अत्र तु विशेषः अस्ति खलु, शप् इति विशेषः अस्ति, लिट् इत्यपि विशेषः अस्ति, इत्युक्ते शप् इत्यस्य केवलं प्रत्ययः इति संज्ञा नास्ति, अपि च अन्यसंज्ञा अपि अस्ति. कीदृशप्रत्ययः? विकर्णप्रत्ययः इति अस्ति. हा, विकर्णप्रत्ययः, एवं लिट् इति लकारः, लकारप्रत्ययः अस्ति खलु? सत्यम्. इति विशेषः अस्ति, अतः विकर्णप्रत्ययसदृशः अन्यः प्रत्ययः भवेत्, लकारसदृशप्रत्ययः अन्यः प्रत्ययः भवेत् इति एवं चिन्तयामः चेत् तदानीं बहुत्र अस्य सूत्रस्य कार्यं न भवति यत्र इच्छामः, इत्युक्ते अनियर् प्रत्ययः तत्रापि अस्य सूत्रस्य कार्यम् अपेक्षितं खलु. अनियर् प्रत्ययः अजादिप्रत्ययः अस्ति, परन्तु विकरणप्रत्ययः विकरणप्रत्ययः नास्ति, विकरणप्रत्ययः नास्ति, लकारप्रत्ययः अपि नास्ति, अतः तत्र कार्यं न सिद्ध्यति. यदि पर्युदासं स्वीकुर्मः चेत् तदानीम् अनियर् प्रत्यये, नूल् प्रत्यये तत्र सर्वत्र कार्यं न सिद्ध्यति इति कृत्वा अत्र पर्युदासः इति स्वीकर्तुं न शक्यते. यदि केवलं प्रत्ययः इति मत्वा वयं चिन्तयामः चेत् तदानीं भवितुमर्हति, परन्तु अत्र सामान्यप्रत्ययः नास्ति, विशेषप्रत्ययः अस्ति, इत्युक्ते विकरणप्रत्ययः. अतः विकरणप्रत्ययसदृशः अन्यः प्रत्ययः इति वदामः चेत् तदानीम् अनियर् इत्यस्य ग्रहणं न भवति, नूल् इत्यस्य ग्रहणं न भवति. एवं लिट् लकारं विहाय अन्यलकारः, अजादिलकारः इति वदामः चेत् तदानीम् अनियर् नूल् इत्यनयोः इत्येषां ग्रहणं न भवति इति कृत्वा अत्र पर्युदासः इति स्वीकर्तुं न शक्यते, प्रसज्यप्रतिषेधः इति वक्तव्यम्. तर्हि प्रसज्यप्रतिषेधः इति वदामः चेत् सूत्रार्थः कथं भवति? प्रसज्यप्रतिषेधः स्वीकुर्मः चेत् अत्र क्रियया सह अन्वयः स्यात्. तर्हि डब् धातुः नुमागमः अजादिप्रति परे एव भवति, इत्युक्ते अग्रे यदि किमपि प्रत्ययः नो चेत् लकारः नास्ति चेदपि अत्र रब् धातुः नुमागमः स्यात् इति अर्थः भवति वा? न, अत्र वाक्यद्वयं वक्तव्यं. कथं वाक्यद्वयं वदामः? अत्र सूत्रे यानि पदानि, सूत्रस्थपदानि स्वीकृत्य वक्तव्यम्. रभेः नुमागमः अशप्लितोः परे न भवति. रभेः धातोः अङ्गस्य नुम् अचि परे इति प्रथमं वाक्यम्. रभेः धातोः नुमागमः अजादिप्रत्यये परे. द्वितीयं वाक्यं? रभेः धातोः नुमागमः अशिप्लिटोः भवति. अशब्लिबिटोः भवति इति वदनस्य अपेक्षया शब्लिटोः न भवति. हा, शब्लिटोः न भवति, यतोहि अन्वयं प्रदर्शनीयं खलु. न इत्यस्य अन्वयः क्रियया सह इति उक्तम्. तर्हि रभेः धातोः अङ्गस्य नुम् शब्लिटो न भवति, शब्लिटोः न भवति. तर्हि अत्र प्रसज्यप्रतिषेधः एव स्वीक्रियते इति वा? प्रसज्यप्रतिषेधः स्वीकर्तव्यं, यतोहि शप् अपि लिट् अपि विशिष्टप्रत्ययः अस्ति, सामान्यः नास्ति. अतः तत्सदृशः, तद्भिन्नः, तत्सदृशः इति वदामः चेत् सदृशप्रत्ययः तु कश्चन विकरणप्रत्ययः अथवा कश्चन लकारः भवेत्, परन्तु अनियर् गञ् इत्यादयः तादृशं नास्ति. अस्तु भगिनि, अस्तु, समीचीनं. तर्हि उदाहरणं पठतु. रभ् इति धातुः हेतुमति च इति सूत्रेण रभ् योगणिच् विधीयते. रभे रशिप्लो अशिप्लिटोः सूत्रेण रम्भ् इति नुमागमः नश्च पदान्तस्य झलि इत्यनेन. सूत्रं किं पुनः उच्चारयतु सूत्रं? रभे रश् अशलिप्टो रभे रश लिप्लिटोः रभेर् अशब्लिटोः रभेरशप्लिटोः क्षम्यताम् रभेरशप्लिटोः इति सूत्रेण नुमागमः रम्भ् इति स्यात्. नश्च पदान्तस्य जलि इत्यनेन अनुस्वारादेशः नकारस्य स्थाने रम्भ् इति, पुनः अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः भवति. तर्हि भकारस्य पञ्चमवर्णः मकारादेशः पुनः भवति, रम्भ् इति स्यात्. रम्भ् योग इ रम्भी इति निजन्तधातुः भवति, पुनः शब्दविधानम् अपि च अन्यप्रक्रिया च भूत्वा रम्भयति इति अन्तिमरूपं भवति. समीचीनं. तर्हि इदानीं धन्यवादः भगिनि. इदानीम् अनिमा भगिनी वदतु, रदीजबोरचि इति तु भिन्नसूत्रम्, अत्र रदीजबोरचि इति नास्ति, तत्र तु रब् इति अस्ति. तत्र रद् इति अस्ति, रब् इति भिन्नः, रद् इति भिन्नः. अस्तु, अत्र अनयोः सम्बन्धः साक्षात् नास्ति. रदीजभोरचि इति भिन्नमेव सूत्रं, रबेरशब्लिटोः इति भिन्नमेव सूत्रम्. अस्तु, तर्हि इदानीं तत्र अग्रे परन्तु शप् भुवादौ शपि परे न नुमागमः इति आरभ्य पठतु. परन्तु भुवादौ शपि परे न नुमागमः, रभ योगः शप् योगः ते रभते. तत्र दत्तमस्ति किल अशब्लिटौ एव नुमागमः भवति. अत्र शप् विकरणप्रत्यय अस्ति, अतः नुमागमः न भवति. सम्यक् इति अस्ति, समीचीनं. तत्र निषेधः कृतः अस्ति, तत्र प्रसज्यप्रतिषेधः इति उक्तं. तत्र कुत्र तादृशनिषेधः इति चेत्, निषेधकार्यं शप्रत्यये परे न भवति, अतः रम्भते इति रूपं नास्ति, रभते इति रूपं वर्तते. अस्तु, तर्हि रवेरशब्लिटोः इत्यनेनापि नुमागमः भवति अजादिप्रत्ययेषु परेषु, केवलं शप्रत्यये परे लिट् प्रत्यये परे न भवति. अस्तु, इदानीम् अग्रे लब् धातुः भवती. लभ धातुः दुलभष् प्राप्तौ भ्वादिगणे लटि लभते, अर्थः स्वीकरोति गृह्णाति प्राप्नोति. लभेश्च सप्तमाध्याये प्रथमपादे चतुष्षष्टितमं सूत्रं लभधातोः नुमागमः भवति अजादिप्रत्यये परे, किन्तु शप् लिट् परश्चेत् न भवति. पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते. लभेः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम् इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः, रधि झभो रचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, रभेरशब्लिटोः इत्यस्मात् अशब्लिटोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं लभेः च धातोः अङ्गस्य नुम् अचि अशब्लिटोः. लभेश्च लभधातोः अपि नुमागमः भवति निमित्तमेवमेव अशब्लिटोः इति. अतः सम्पूर्णं सूत्रमस्ति लभेः च धातोः अङ्गस्य नुम् अचि अशब्लिटोः. यथा रब् धातुः अस्ति तथा एव लभधातुः अपि भवति तस्य प्रक्रिया. अग्रे पठामि वा? तत्र अशब्लिटोः इत्यस्य कीदृशप्रतिषेधः? प्रसज्यप्रतिषेधः अहं सम्यक् न अवगच्छामि, परन्तु प्रयत्नं करोमि. तत्र कार्यं भवतु इति अस्ति, यतः एतौ विशेष प्रत्ययाः सन्ति. शप् विकरणप्रत्ययमस्ति, लिट् इति एकमेव लकारः अस्ति, अन्ये अपि लकाराः सन्ति, अतः विशेष्यौ सः. अतः अनियर् इत्यादि प्रत्ययाः सन्ति चेत् तत्र कार्यं भवेत्, अतः प्रसज्य प्रतिषेधः, यतः कार्यं भवेत् एतत् न अस्ति चेत्. भवती पर्युदासः प्रसज्यप्रतिषेधः इति कान्सेप्ट् अवगच्छति खलु? हा, किञ्चित् एव भगिनि. अस्तु अस्तु, समीचीनम्. इत्युक्ते तत्र पश्यतु, अत्र यत्र नञ् समासः अस्ति खलु, नञ् समासः, तत्र नञ् इत्यस्य व्याकरणे अर्थद्वयं स्वीक्रियते. वस्तुतः नञ् इत्यस्य षडर्थाः सन्ति, अत्र व्याकरणे अर्थद्वयं, सामान्यतया अर्थद्वयं स्वीक्रियते. नञ् तत्पुरुषसमासस्य अर्थद्वयं, प्रसज्यप्रतिषेधः पर्युदासः इति अर्थद्वयं. तत्र कुत्र कीदृश अर्थः इति चेत्, तत्र सूत्रस्य लक्ष्यं, सूत्रस्य कार्यं कुत्र विवक्षितम् इति सर्वं दृष्ट्वा निर्णयः क्रियते, प्रसज्यप्रतिषेधः वा पर्युदासः वा इति. तर्हि पर्युदासः इत्यस्य कः अर्थः इति चेत्, इदानीम् अहं वदामि अब्राह्मणम् आनय इति वदामि चेत् तत्र भवती किम् अवगच्छति? ब्राह्मणः न भवतु. ब्राह्मणः न भवतु इति अवगच्छति इत्युक्ते ब्राह्मणः इदानीम् अब्राह्मणम् आनय इत्यस्य अर्थः कः? ब्राह्मणः न आनयनीयम् इति वा? अन्यम् आनयतु, ब्राह्मणः मा आनयतु इति. हा, तर्हि तादृश अर्थः यद् यद् भवती उक्तवती. अन्यः इत्युक्ते अन्यः कः? ब्राह्मण भिन्न. ब्राह्मणभिन्नः कः? क्षत्रियः वा, शूद्रः वा, वैश्यः वा. हा, इत्युक्ते ब्राह्मणसदृशः परन्तु तद्भिन्नः. तर्हि इदानीं तत्र एवं वदति चेत् तत्र अब्राह्मणम् आनय इत्यस्य अर्थः ब्राह्मणभिन्नम् आनय इति अर्थः. ब्राह्मणभिन्नम् आनय, आनयनम् आवश्यकं तत्र, आनयनस्य निषेधः नास्ति. यत्र आनयनम् आवश्यकं, यत्र भावपदार्थः अस्ति, क्रियायाः भावः वर्तते, तत्र पर्युदासः इति वदामः. तत्र तु आनयनम् आवश्यकमस्ति. तत्र किमपि आनेतव्यं, किम् आनेतव्यम् इत्युक्ते ब्राह्मणसदृशं ब्राह्मणभिन्नम् आनेतव्यम् इत्युक्ते पाषाणखण्डः, पाषाणखण्डम् आनेतुं न शक्यते. तत्र ब्राह्मणभिन्नं ब्राह्मणसदृशं तत्र क्षत्रियः वैश्यः वा इति कश्चन पुरुषः, मनुष्यः अस्माभिः आनेतव्यः. तदेव तत्र पर्युदासः इति वदामः. तद्भिन्न तत्सदृशः तद्भिन्नः आनेतव्यः. यदि प्रसज्यप्रतिषेधः इति वयं वदामः चेत् तदानीम् अब्राह्मणम् आनय इत्यस्य अर्थः कः? ब्राह्मणः मा भवतु, आनयनस्य प्रसक्तिः नास्ति तत्र. हा, ब्राह्मणं न आनय. हा, ब्राह्मणं न आनय, अन्यम् आनयति वा न वा इत्यत्र चिन्तनं नास्ति. ब्राह्मणं न आनेतव्यं, तावदेव. आनयनक्रियायाः निषेधः अस्ति. डोण्ट् ब्रिङ्ग् एनि, डोण्ट् ब्रिङ्ग् अ ब्राह्मण, दट्स् आल्. आनयनक्रियायाः निषेधः अस्ति इति अनयोः भेदः अस्ति. अत्र अशब्लिटोः इत्यत्र कीदृशः अर्थः इति यथा तत्र प्रसज्य यथा तत्र किं पर्युदासः इति वयं वदामः चेत् शब्भिन्नः अन्यः विकरणप्रत्ययः अस्माभिः आनेतव्यः अथवा लिट् भिन्नः अन्यः लकारप्रत्ययः अस्माभिः आनेतव्यः इति अर्थः आयाति तत्र पर्युदासः इति वयं वदामः चेत्. तदानीं किं भवति इति चेत् अन्यविकरणप्रत्ययः अनियर् प्रत्ययः अन्यविकरणप्रत्ययः नास्ति, अनियर् प्रत्ययः अन्य लकारप्रत्ययः अपि नास्ति. अतः अनियर् प्रत्ययस्थले अथवा नूल् प्रत्ययस्थले अस्य सूत्रस्य कार्यं नुमागमः न प्राप्यते. परन्तु तत्रापि नुमागमः इष्यते, तत्रापि नुमागमः स्यात्, यतोहि तत्र किं लम्बनीयः इति रूपमस्ति खलु, अथवा आरम्भणीयः इति रूपमस्ति. तर्हि तदर्थं तत्र अशब्लिटोः इत्यत्र प्रसज्यप्रतिषेधः इति वयं वदामः. अतः शब्लिट् प्रत्ययः न भवेत्. अन्यः अत्र लभेः धातोः अङ्गस्य नुमागमः अचि शब्लिट् प्रत्ययः अस्ति चेत् न भवति इति तावदेव. न भवति इति क्रियया सह अन्वयः. शब्लिटः शब्लिटोः आनयनं मास्तु तावदेव. सूत्रस्य प्रवृत्तिः ज्ञातव्यं, तदा एवम् अवगन्तुं शक्नुमः. हा हा, सूत्रस्य प्रवृत्तिः अस्माभिः अवगन्तव्यम्. एवमेव अब्राह्मणम् आनय इत्यत्रापि तत्र प्रकरणं किम् इति अस्माभिः ज्ञातव्यं. प्रकरणं तत्र कस्मिन् विषये, किमर्थं कदाचित् अब्राह्मणम् आनय इत्युक्ते ब्राह्मणं ब्राह्मणस्य आनयनं मास्तु इति अर्थः अपि भवितुम् अर्हति. कदाचित् अब्राह्मणम् आनय इत्युक्ते तत्र क्षत्रियम् आनयतु इति, मनुष्यम् आनयतु इत्यपि अर्थः भवितुमर्हति. अतः प्रसङ्गं दृष्ट्वा अर्थनिर्णयः यथा लोके क्रियते तथैव अत्र व्याकरणे अपि अत्र लक्ष्यानुरोधेन नैसमासस्य अर्थवर्णनं क्रियते. किञ्चित् विपरीतरीत्या अर्थवर्णनं कुर्मः चेत् तदानीम् अनियर् प्रत्ययस्थले अथवा नूल् प्रत्ययस्थले वयं न प्राप्नुमः नुमागमं न प्राप्नुमः. तर्हि इष्टरूपं न सिद्ध्यति तत्र इति कृत्वा तत्र पर्युदासं स्वीकर्तुं न शक्यते इति अत्र अर्थः. भगिनी एकक्षणं भगिनी क्षम्यतां भगिनी, अत्र शप् अपि प्रत्ययः अस्ति, लिट् अपि प्रत्ययः अस्ति, तर्हि तदेव प्रत्ययः इति सामान्य धर्मः इति स्वीकृत्य अशप्लिटोः इत्यत्र तु शप्लिट् विहाय अन्यः प्रत्ययः इति भवति चेत् अपि अत्र नूल् अनेयर् इत्यस्य इत्येषु प्रत्ययेषु परे अपि नुमागमः साधयितुं शक्नुमः खलु? न, परन्तु सदृशः इति यदा वयं वदामः, सदृशः इत्यस्य तत् सदृशः इत्यस्य कः अर्थः? हा, तदेव सामान्यधर्मः प्रत्ययः इति स्वीकर्तुं शक्यते खलु, तत् शप् अपि प्रत्ययः. न, इदानीम् अत्र विशेष विशिष्टपदस्य प्रयोगः अस्ति खलु, न तु सामान्यधर्मस्य प्रयोगः. अत्र तु विशिष्ट शप् इति विशिष्टप्रत्ययः अस्ति, न तु सामान्यप्रत्ययः, विशिष्टः अस्ति. अतः केवलप्रत्ययधर्मं स्वीकृत्य एवं सदृशः इति वक्तुं न शक्यते खलु. इदानीं तत्र किं तत्र कश्चन तत्र किञ्चित् पुष्पमस्ति, पुष्पविशेषः अस्ति, तद् इदानीं किं लोटस् इति स्वीकरोतु. तत्र लोटस् ब्यूटिफुल् लोटस् इति तत्र तत्र नञ्समासः क्रियते चेत् तदानीं किम् आनयामः वयम्? कमलः इति वदामः चेत् कमलं विहाय अन्य पुष्पम् इति तावदेव नास्ति. अन्य अन्यत् पुष्पं यद् यस्मिन् सौन्दर्यमपि वर्तते, सौन्दर्यमपि वर्तते इति अपि इत्युक्ते तत्र तत्र यत्किञ्चित् पुष्पं यत्र अस्ति इति वा, तत्र यत्किञ्चित् पुष्पं यत्र सौन्दर्यं नास्ति तादृशपुष्पम् आनयामः चेत् तत्र समानत्वं नास्ति खलु, सदृशत्वम् इति कथं वक्तुं शक्नुमः? सदृशत्वम् इत्युक्ते तत्र तत्र कमलपुष्पस्य यत् सौन्दर्यं वर्तते तादृशसौन्दर्यम् अन्यस्मिन् यदा वर्तते तदानीम् आनयामः, तदानीमेव सदृशः इति वदामः खलु. तर्हि अत्र शप् विकर्णप्रतिविहाय अन्यत्र शप् अन्य विकर्णप्रत्यये परे नुमागमः भवितुम् अर्हति वा? यतोहि एतत्तु वादिगणीयः अस्ति, शप् एव भवति. अजादिप्रत्यये परे अजादिप्रत्ययः अन्यः प्रत्ययः कुत्र? तुदादिगणे. परन्तु अयं धातुः तुदादिगणे नास्ति. नास्ति, भादिगणीयः एव अस्ति. अतः अन्यत्र न प्राप्यते एव. अस्तु, तर्हि आहत्य कति सूत्राणि अस्माभिः अधीतानि अत्र नुमागमस्य विषये? अनिमा भगिनी समापयतु, कति सूत्राणि अधीतानि? इन्क्लूडिङ्ग् उपादायाश्च तत् सर्वं नुमागमस्य कृते रभि जभो रचि रभेरशब्लिटोः लभेश्च, त्रीणि सूत्राणि. इति त्रीणि सूत्राणि, इति त्रीणि सूत्राणि, सूत्रत्रये अपि नुमागमः भवति अजादिप्रत्यये परे. रभेरशब्लिटोः लभेश्च उभयत्र निषेधः अपि वर्तते, शप्रत्यये परे लिप्रत्यये परे न भवति इति निषेधः अपि वर्तते. अग्रे पठामि वा? न न, इति तत्र तावद् अस्माभिः प्राप्तम्. इदानीं तत्र किं शुभदा भगिनी पठितुम् इच्छति वा? न्यूयिष्मायि भगिनी नमस्कारः. भगिनी नमस्ते, डौट् अस्ति. रभेरशप् लिटोः 63, लभेश्च इति 64, परन्तु रधि जभोर् अचि इत्यस्मिन् सूत्रे लभ इत्यस्य इन्क्लूजन् नास्ति, किमर्थम्? तत्र एक्स्ट्रा अस्ति खलु सब्लिटोः न भवति इति, रधि जभोर् अचि इति अत्र सब्लिटोः न भवति इति नास्ति खलु. रजिधातुः भुवादिगणे नास्ति, भुवादिगणीयधातुः. रजिधातोः लिट्लकारः तु भवितुम् अर्हति खलु. अत्र लिट् विषये निषेधः अस्ति इति किमपि न उक्तं खलु. अत्र लभ अपि च रभेः रभ अस्तु रभेरशब्लिटो रभेरशब्लिटोः इत्यस्मिन् सूत्रे एव लब् इत्यस्य अपि योजनं शक्यते तदेव परन्तु अनुवृत्त्यर्थम् इति उक्तं खलु लभेश्च इति पृथक्तया उक्तं यतोहि तस्य अनुवृत्तिः अग्रे अग्रिमसूत्रे भवति इति कृत्वा पूर्वस्मिन् सूत्रे तु रदि रदि किं रभे रभेः इति एकमेव अस्ति तत्रैव वयं योजयामः चेत् अग्रिमसूत्रे तत्र द्वन्द्वः भवति रब् अनन्तरं लब् अनयोः द्वन्द्वः भवति तर्हि अग्रिमसूत्रे अनुवृत्त्यर्थं समस्तपदं सम्पूर्णतया अनुवृत्तं भवति तथा न इष्यते इति कृत्वा पृथक्तया लभेश्च इति उक्तम् अस्तु अस्तु यतोहि आङ्गोयि इत्यत्र लभेः इत्यस्य अनुवृत्तिः अपेक्षिता अस्तु अस्तु इतोपि अग्रे अपि अस्ति उपात् प्रशंसायाम् इत्यत्रापि लभेः इति अस्ति इतोपि अस्ति उपसर्गात् खल्घयोः इति तत्र बहुत्र अनुवृत्तिः अस्ति इति कृत्वा केवलं लभ इत्यस्य अनुवृत्ति इति अस्ति अस्तु तर्हि किञ्चित् शुभदा भगिनी भवत्याः अपि अवसरः भवतु किञ्चित् पठतु समापयामः आं भगिनि क्नूयि क्ष्मायि धातु क्नूयि इति भुआदिगणीयधातु भुआदौ निरनुबन्धधातुः क्नूयि क्नूय इति अङ्गं लटि क्नूयते अर्थः आर्द्रः भवति दुर्गन्धं करोति क्ष्मायि भुआदिगणीयधातुः निरनुबन्धधातुः क्ष्माय क्ष्माय इति अङ्गं लटि क्ष्मायते अर्थः कम्पते अत्र धातुद्वयं दत्तं क्नूयि अपि च क्ष्मायि उभौ धातौ धातु भुआदिगणीयधातु तेषां निरनुबन्ध तयोः निरनुबन्धरूपं क्नूयि अपि च क्ष्मायि इति भवति तस्य अङ्गं क्नूय क्ष्माय इति भवति भुआदिगणीय अस्ति इति कृत्वा शपः प्रयुज्य लटीरूपं क्नूयते क्ष्मायते इति भवति तत्र एकं सूत्रं वदति सूत्रमस्ति अर्ति रि व्लि क्नूयि क्ष्मायातां पुनौ इति सूत्रं रु रि व्लि रि क्नूयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तभ्य धातुभ्यः पुक् आगमः भवति णिच् प्रत्यये परे एषां धातूनां पुक् आगमः णौ णि इत्यस्य सप्तम्यन्तं णि इत्युक्ते णिच् इत्यतः णिच् प्रत्यये परे इत्यर्थः आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः पुक् इत्यस्मिन् क उ इत्यनयोः इत् संज्ञा लोपः च प इति अवशिष्यते अर्तिश्च रीश्च व्लीश्च रीश्च क्नूयिश्च क्ष्मायिश्च आच्च तेषाम् इतरेतरद्वन्द्वः अर्ति रि व्लि क्नूयि क्ष्मायातां तेषाम् अर्ति रि व्लु व्लि रि क्नूयि क्ष्मायातां षष्ठ्यन्तं पुक् प्रथमान्तं णौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति रि व्लि रि क्नूयि क्ष्मायातां अङ्गानां पुक् णौ अत्र धातुद्वयं तत्र एकं सूत्रं वर्तते अर्ति रि व्लि रि क्नूयि क्ष्मायातां पुङ्णौ अस्मिन् सूत्रे षड् धातवः सन्ति अपि च आकारान्तधातुभ्य धातूनामपि अत्र उल्लेखः अस्ति तेषां धातु तेभ्यः धातुभ्यः पुक् इति आगमः भवति णिचि परे णिच् इति वयं जानीमः णि इति सप्तम्यन्तं भवति णौ इति क्षम्यताम् णौ इति पुङ् णौ इति अस्ति णौ इति सप्तम्यन्तं भवति णिचि परे इत्यर्थे अतः तस्मिन् क्नूयि अपि च क्ष्माय् इति धातुद्वयं तेषां परे यदि णिच् आयाति तदा णिचि परे एतेभ्यः धातुभ्यः पुक् इति आगमः भवति आगमः तु कित् अस्ति इति कृत्वा धातोः आद्यावयवः भवति, अतः धातोः क्षम्यताम् अन्तावयवः भवति, अतः धातोः परम् आयाति पुक् इति आगमः, तस्मात् प इति एव अवशिष्यते अनुबन्धलोप अनुबन्धलोपे सति, अतः क्नूय् तस्मात् परं प इति आगमः, क्ष्माय् तस्मात् परं प इति आगमः इति कृत्वा, अपि च तदनन्तरं णिच् इत्यस्मात् इ इति, अतः तत्र के कानिचन अन्यानि कार्याणि अपि भवन्ति, लुप्पुगन्तलघुपधस्य च अपि च लोपो व्योर्वलि इति कृत्वा रूपं सिद्ध्यति. अग्रे पठामि वा अथवा अथवा समयः न अत्र स्थगनं कुर्मः भगिनि, समयः अतीतः. सम्यक्, बहु सम्यक्, सम्यक् अस्ति. तत्र पुनः अस्मिन् विषये अग्रिमसप्ताहे अपि पुनः चर्चयिष्यामः. अत्र स्थगनं कुर्मः. कोऽपि प्रश्नः वा? नो चेत् विरमामः. अस्तु तर्हि, धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. नमो नमः. नमो नमः.